सर्वेभ्यो नमः. गतवर्गे वयं किं कृतवन्तः इत्युक्ते, षष्टिविभक्ति इति आसीत् अस्माकं विषयः. तत्र षष्टिविभक्ति बहुत्र भवति. एतत् पुस्तके, एतस्मिन् पुस्तके गीतासोपान इति पुस्तके अपि, गीता इति, भगवद्गीता इति विषये अपि, तत्र षष्टिविभक्ति तस्य महत्त्वपूर्णं पदमस्ति. षष्टिविभक्ति मम इति किमर्थं चेत्, तत्र षष्टिविभक्तिरूपमस्ति खलु, मम, भवतः, भवतः नाम किम् इति तादृशषष्टिविभक्तिरूपं. तत्र मम इति शब्दस्य तदपि अहं शब्दस्य षष्टिविभक्तिरूपं. तत्र भगवद्गीतायां प्रथम पदं किम् अस्ति, कोऽपि वदति वा? ध्यानानन्तरं धर्मक्षेत्रे कुरुक्षेत्रे, हा इति धर्मः इति धर्मक्षेत्रे इति भवति. अन्तिमपदं किम् अस्ति? अन्य कोऽपि वदति वा? मामकाः पाण्डवश्चैव किम कुर्वत सञ्जय इति. तत् प्रथमश्लोक समीचीनं महोदय. धर्मक्षेत्रे कुरुक्षेत्रे इति अस्ति, किन्तु अन्तिमपदम् अस्मिन् श्लोके न, अन्तिमपदं भगवद्गीतायां. भगवद्गीतायां, ओके. पश्यन्तु, किन्तु तदस्ति मम इति. अति बहुत्र वयं द्रष्टुं शक्नुमः भगवद्गीता कस्मिन् विषये वदति इत्युक्ते, मम धर्मः कः इति. अतः तत्र षष्टिविभक्तिरूपस्य महत्त्वं वयं ज्ञातुं शक्नुमः. यदि वयं भगवद्गीतां पठितुम् इच्छामः, तत्र मम धर्मः कः इति तस्य उत्तरं प्राप्तुम् इच्छामः इति अस्ति. अतः षष्टिविभक्तिरूपं मम इति शब्दस्य षष्टिविभक्तिरूपं तस्य महत्त्वम् अस्ति. तावदेव, केवलं वक्तुम् इष्टवान् तत्र मम इति शब्दस्य षष्टिविभक्तिरूपम् इति तद् भगवद्गीतायाम् अस्ति इति. अस्तु, अत्र प्रथमम् एतत् कुर्मः, किञ्चित् पुनस्मरणं कुर्मः षष्टिविभक्तिरूपं कीदृशं भवति इति. कोऽपि वदति वा देवशब्दस्य षष्टिविभक्तिरूपं किं किम् अस्ति इति? देवयोः, देवानाम् इति अस्ति. अस्तु, लता इति पदस्य, लतानाम् इति अस्ति. अस्तु, मति शब्दस्य, मतेः मत्योः मतीनाम् इति अस्ति. अस्तु, तदनन्तरं लता इति नदी इति, मत्याः अपि एकवचने अस्ति, समीचीनं. हा, अपि इदानीं नदी, नद्याः, नद्योः, नदीनां, नदीनाम् इति अस्ति. हा, दीर्घैकारः अस्ति नदीनाम् इति. हा, समीचीनम्. इदानीं तनुः इति, तनूनां, समीचीनं. चमु इति, चम्बोः, चमूनाम् इति समीचीनम्. एकवचने किम् अस्ति? गुरुः इति, प्रथमं गुरुः कुर्मः. गुरुपदस्य षष्टिविभक्ति, अस्तु, एकनिमिषः. गुरु इति पदस्य षष्टिविभक्ति कुर्मः, गुरोः, गुरुः प्रथमं कुर्मः, तदनन्तरं चमूः इति पश्यामः. गुरुः किम् अस्ति? गुरूणाम् इति अस्ति, समीचीनं. हा, इदानीं चमूः, चमूः स्त्रीलिङ्गपदम् अस्ति, दीर्घ ऊकारः अस्ति. हा, चम्वाः, हा, चम्वाः, हा, चम्पू, चमूनां हा चम्बाः चम्बोः चमूनाम् इति. इदानीं पिता वधूवत् हा इदानीं पिता इति पितुः पित्रोः पितॄणां पितॄणाम् अस्तु समीचीनम्. इदानीं एषः इति पदस्य एतस्य एतयोः एतेषां हा एतस्य एतयोः एतेषां समीचीनम्. इदानीं स्त्रीलिङ्गे एषा इति एतयाः एतयाः एतयोः एतयाः इति एतस्याः हा एतस्याः हा एतस्याः हा समीचीनं हा एतस्याः एतासाम् हा तत्र सा इति एकवचने बहुवचने अस्ति किन्तु द्विवचने नास्ति हा अस्तु. इदानीं तत्र नपुंसकलिङ्गे एतत् इति पदस्य एतेषां किमर्थं पुल्लिङ्गस्य नपुंसकलिङ्गस्य सम्बन्धः अस्ति वा? हा पुल्लिङ्गस्य रूपमपि नपुंसकलिङ्गस्य रूपं कुत्र समानम् अस्ति? तृतीया विभक्तितः सप्तमी सप्तमीपर्यन्तं हा समीचीनं समीचीनम् अस्तु. अतः तत् पदस्य अपि पुल्लिङ्गवत् एव अस्ति एषः इति पदस्य तद्वत् एव अस्ति अस्तु. अपि अहम् इति शब्दस्य षष्टि मम आवयोः अस्माकम्. इदानीं त्वम् इति पदस्य तत्र त्वम् इति पदं नास्ति युष्मदेव पदम् अस्ति अस्मद् इति पदमस्ति किन्तु त्वम् इति प्रथमविभक्तिरूपम् अस्ति इति कृत्वा हा अस्तु. तव युवयोः युष्माकम् इति अस्ति समीचीनम् अस्तु. पुनस्मरणं जातम् इदानीं गृहपाठं कर्तुं शक्नुमः इति मन्ये. अस्तु तत्र गृहपाठः आसीत् अष्टविंशतिपुटे तत्र अष्टम अपि नवम अभ्यासः नवम अथवा दशम अहं न स्मरामि अष्ट अपि दशम अस्तु हा अष्टम कुर्मः अस्तु. शोभा भगिनी तत्र पठित्वा एकं करोति वा तत्र एकं द्वे करोति वा तत्र? आं महोदय हा बन्धुवाचकपदानि पठत वाक्यानि पूरयत च. उदाहरणं पितुः पिता पितामहः लवः दशरथः द्वे पदानि दत्तमस्ति. लवस्य पितामहः दशरथः अनन्तरं पितुः माता पितामही लवः अपि कौसल्या सम्बन्धवत् सम्बन्धः अस्ति लवस्य पितामही कौसल्या हा लवस्य पितामही कौसल्या कौसल्याः पौत्रः लवः हा समीचीनं भगिनि अस्तु हा अग्रिमम् अग्रिमं मातुः पिता मातामहः कुशः जनकः कुशस्य मातामहः जनकः जनकस्य दौहित्रः कुशः हा समीचीनं भगिनि अस्तु. भवती केवलं एका रीत्या न उक्तवती विपरीतमपि उक्तवती समीचीनं भगिनि धन्यवादः. अस्तु समीचीनं समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु. अग्रे नरेश महोदय वदति वा? आं महोदय मातुः माता मातामही कुशः सुमेधा कुशस्य मातामही सुमेधा पुत्रस्य पुत्रस्य पुत्रः पौत्रः दशरथः लवः दशरथस्य पौत्रः लवः हा समीचीनं महोदय अस्तु. धन्यवादः. वंशीसुधा भगिनी वदति वा? पुत्रस्य पुत्रः तृतीयबिन्दुः या चतुर्थबिन्दुः? पञ्चम इदानीं पञ्चम. पुत्र्याः पुत्रः दौहित्रः, जनकस्य दौहित्रः कुशः, कुशः मातामहः जनकः. कुशस्य कुशस्य मातामहः जनकः. मातामहः जनकः. जनकः समीचीनं. अग्रे अग्रे सहोदरस्य पत्नी भ्रातृजाया लक्ष्मणः सीता, लक्ष्मणस्य भ्रातृजाया सीता, सीतायाः देवरः लक्ष्मणः. समीचीनम्. अस्तु धन्यवादः भगिनी. अस्तु रघुपति महोदय अग्रे. पत्युः सहोदरः देवरः सीता, सीतायाः सीतायाः देवरः लक्ष्मणः, लक्ष्मणस्य भ्रातृजाया सीता, श्यालः पत्न्याः सहोदरः श्यालः, अर्जुनस्य श्यालः दृष्टद्युम्नः. दृष्टद्युम्नस्य किमस्ति दृष्टद्युम्नस्य अर्जुनस्य कः दृष्टद्युम्नस्य शाला अर्जुन अपि शाला ओके दृष्टद्युम्नस्य शाला शालः अर्जुनः प्रायशः न अहं न स्मरामि महोदय किन्तु सेम् अस्ति. अस्तु अस्तु किन्तु तत्र एकः विशेषः अस्ति तत्र कोऽपि वदति वा सप्तम अभ्यासे तत्र पत्युः इति पतिशब्दवत् महोदय. तत् मति मति पतिशब्द कीदृशमस्ति? पतिः पतिं पति न एकनिमिषं पतिः किम् अस्ति? पति इति शब्दः कीदृशमस्ति? तस्य परिचयं खलु इकारान्त इकारान्तशब्दः अस्ति, पुल्लिङ्गशब्दः अस्ति खलु? आम् महोदय. किन्तु इकारान्त पुल्लिङ्गशब्दः जानीमः खलु? वयं किं जानीमः? हरिः इति जानीमः. आम् महोदय. अस्तु तस्य हरिः शब्दस्य षष्टिविभक्ति एकवचनरूपं किम् अस्ति? अत्र तादृशम् अस्ति वा? अत्र नास्ति. अतः तत्र तत्र वक्तव्यमस्ति खलु पत्युः इति अस्ति, तत्तु यद् यज्जानीमः तादृशं नास्ति. अन्यत् किमपि नूतनम् अस्ति. तत्र पति इति विशेषशब्दः अस्ति, इकारान्तपुल्लिङ्गपतिशब्दः इति अस्ति. इदानीं वदतु भगिने किमस्ति तत्र रूपं? पत्युः इति षष्ठीभक्त अस्ति. पतिः पतिं पतिना पतये पत्युः पत्युः इदानीं केवलं षष्ठीविभक्तिरूपं पश्यामः. हरिः शब्दस्य षष्ठीविभक्तिरूपं किम् अस्ति? हरेः अस्ति महोदय. हरेः द्विवचने? द्विवचने हरियोः. हरियोः अपि बहुवचने? हरिणां. हरिणाम् इति अस्ति. अस्तु इदानीम् अथवा कविः इति स्वीकुर्मः चेत् किं भवति? कवेः कवयोः कवीनाम् इति अस्ति. कवेः कवयोः कवीनाम् इति अस्ति. तत्र पतिः शब्दः किं भवति? तत्र केवलम् एकवचने विशेषरूपम् अस्ति पत्युः इति. तदनन्तरं पतयोः इति नास्ति, तत्रापि किञ्चित् पत्योः इति अस्ति. तदनन्तरं पतीनां समानमेव अस्ति, कवीनां तावदेव तादृशमेव अस्ति, किन्तु पत्युः पत्योः इति अस्ति. कवयोः न इति पत्योः इति अस्ति. तत् विशेषपदमस्ति. तत्र सखी इति सखी अपि किं किं भगिनि किमर्थम् अभिन्नः एतत् तादृशम् एतद् भाषा अस्ति भगिनि. तद् अत्र वयं किमर्थम् एतत् विशेषम् इति न जानीमः. एतदेव रूपम् आसीत् यथा जनाः सम्भाषणं कुर्वन् सन्ति. वयं न जानीमः किमर्थम् एतत् अत्र व्याकरणं पश्यामश्चेदपि तत्र कोऽपि न वदति अस्मात् कारणात् एतद् रूपम् अस्ति इति केवलं पाणिनिसूत्रे अपि किं वदन्ति, पाणिनिः किं कृतवान्, यथा भाषा अस्ति सः दृष्टवान् भाषायाः नियमाः काः, नियमाः के इति दृष्ट्वा सः सूत्राणि रचितवान्, किन्तु सः न उक्तवान् एतादृशं रूपम् अस्मात् कारणात् अस्ति इति, तद् सः न कृतवान्। अतः वयं न जानीमः किमर्थं तादृशम् अस्ति, प्रायशः शास्त्रे पतिः शब्दस्य रूपं भिन्नम् अस्ति इति कृत्वा तस्य अहं न जानामि। अस्तु, अपि तादृशविशेष अन्यत् पदमपि अस्ति, सखीः इति, सखिः इति पुल्लिङ्ग इकारान्तपदम् अस्ति, तत्र षष्टिविभक्तिरूपम् अस्ति सख्युः इति, किन्तु तत् पतिशब्द षष्टिविभक्तौ पतिशब्दवत् अस्ति, किन्तु तदपि भिन्नम् अस्ति। अतः तत्र शब्दमञ्जरी अथवा रूपमञ्जरी इति किमपि तादृशानि पुस्तकानि पश्यामश्चेत् एतद् विशेषरूपं द्रष्टुं शक्नुमः। अस्तु, समीचीनं। अत्र सखी अपि सखः, सखः इति अहं सखः इति उक्तवान्, सखी प्रायशः नदी शब्दवत् एव अस्ति इति मन्ये महोदय। सखी इत्युक्ते अपि मित्रमस्ति खलु, मित्रं, हा हा हा, सत्यं, मित्रमस्ति, हा, क्षम्यतां, अहं किम् उक्तवान्, क्षम्यतां, सखिः इति, सखी इति प्रायशः दीर्घ इकारः अस्ति, अत्र अहं वदामि सखी, तत्र हस्मैकारः अस्ति, प्रथमविभक्तौ एकवचने सखा इति भवति, सत्यं महोदय, सखा इति यत् पदम् अस्ति तद् ईकारान्तपुल्लिङ्गशब्दः अस्ति, परन्तु पति अत्र पति अस्ति प्रथमविभक्ति, हा, प्रथमविभक्तौ पतिः अस्ति, सखी शब्दः प्रथमविभक्तौ सखा इति अस्ति, अतः भेदः अस्ति। अपि पतिः पति पतयः इति अस्ति प्रथमविभक्तौ मतिशब्दवत्, किन्तु सखी अस्ति सखा, सखायौ सखायः इति। अस्तु, विशेषरूपं त्यजामः, प्रथमं साधारणरूपं पठामः, ज्ञास्यामः। अस्तु अस्तु, अग्रे एतावत् कः न पठितवान्, गीताञ्जलि भगिनी पठति वा इदानीं? नवम इति मन्ये, सत्यं, हा, पत्युः भगिनी ननान्दा रुक्मिणी रुक्मिणी सुभद्रा रुक्मिण्याः ननान्दा सुभद्रा, हा, समीचीनं, सुभद्राया ननान्दा रुक्मिणी प्रायशः पश्यामः, न जानामि भया भगिनि, केवलं यत् दत्तमस्ति तदेव कुर्मः, यदि जानीमः अन्यत् अपि कुर्मः। क्षम्यतां, सत्यं सत्यं भगिनि, धन्यवादः, पूर्वं षष्ठम तदेव आसीत्। अस्तु, पितुः सहोदरः पितृव्यः अर्जुनः धृतराष्ट्रः, अर्जुनस्य पितृव्यः धृतराष्ट्रः, धृतराष्ट्रस्य पौत्रः अर्जुनः, नो, धृतराष्ट्रस्य न, तद् प्रायशः तत्र न दत्तमस्ति खलु, अत्र न दत्तमस्ति, हा, अस्तु भगिनि, धन्यवादः, अग्रे प्रिया भगिनी नमस्कारः, जयन्त महोदय नमस्कारः, नमस्कारः महोदय, प्रिया न प्रिया भगिनी नमस्कारः, मधुसूदन महोदय वा, मधुसूदन महोदय अस्ति वा, अस्तु वा, साई कृष्णमूर्ति अस्ति वा महोदय, नमस्कारः महोदय, मम नाम जयन्तः, क्षमतां आगतवान्, अस्तु महोदय, अस्तु भवान् वक्तुम् इच्छति चेत् कृपया वदतु, नो चेत् अहं न पृच्छामि, अस्तु, तत्र मधुसूदन महोदय अस्ति वा अथवा साई कृष्णमहोदय अस्ति वा, मम समीपे पुस्तकं नास्ति महोदय, अस्तु अस्तु अस्तु अद्य शृणोति, अस्तु अस्तु महोदय, हा अस्तु, प्रिया भगिनी अग्रे पठति वा, अग्रे पठति वा, मातुः सहोदरः, मातुः सहोदर इति, मातुः सहोदरः मातुलः दुर्योधनस्य मातुलः शकुनी, अग्रिमम् भगिन्याः पुत्रः भागिनेयः कंसस्य भागिनेयः कृष्णः, समीचीनं भगिनि, अस्तु धन्यवादः, अन्ये कोऽपि कः वक्तुं, सर्वे उक्तवन्तः वा, वंशीसुधभगिनी भवती उक्तवती खलु, आं महोदय, अस्तु भानुचेतनी महोदय नमस्कारः, अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु अस्तु हा अस्तु, शोभा भगिनी भवती एव यद् अस्ति तद् करोति वा, अस्तु हा, अर्जुनस्य पितृव्या, पितृव्यस्य पत्नी पितृव्या, अर्जुनः गान्धारी, अर्जुनस्य पितृव्या गान्धारी, मातुलस्य पत्नी मातुलानि, अभिमन्युः रुक्मिणी, अभिमन्योः मातुलानि रुक्मिणी, हा अत्र उत्तरं प्राप्तं खलु भगिनि, पितृव्यः इति अस्ति, अस्तु अस्तु तदेव वयं कृतवन्तः, किन्तु धृतराष्ट्रस्य, अस्तु अस्तु धृतराष्ट्रस्य कः सम्बन्धः अर्जुनेन इति न जानीमः, अस्तु न दत्तमस्ति, हा अस्तु विपरीततया न दत्तमस्ति, अस्तु समीचीनं भगिनि धन्यवादः, अस्तु अग्रे अग्रिमं कः, एकः अन्य प्रश्न, अस्तु भगिनि, संस्कृतभाषायां मातुः सोदर्या किं न दत्तं, मातुः सोदर्या मातुः सहोदरी इति वा, सहोदरः सहोदरः सहोदरी इति अस्ति अथवा मातुः भगिनी इति वा, हा द्रष्टव्यमस्ति भगिनि, हा अत्र सम्बन्धस्य विषये अहम् एतदपि केवलं गीतासोपाने एव दृष्टवान्, हा यत् अत्र दत्तमस्ति तावदेव अहं जानामि, तत्र कुत्र एतद् द्रष्टव्यम् इति तदपि अहं न जानामि, हा प्रायशः स्पोकन् संस्कृत मध्ये अस्ति न वा इति न जाने जानामि, हा हा क्षम्यतां, हा तत्र सम्बन्धस्य विषये अहं महत्त्वपूर्णमेव अस्ति किन्तु कुत्रापि मया न दृष्टम्, अतः हा अस्तु अस्तु इदानीम् अग्रे गच्छामः, तत्र मातुलानि इत्युक्ते भगिनी मातुः सोदर मदर्स् ब्रदर्स् वैफ़् मातुलानि, हा हा यत् यत् तत्र अस्ति तावत् तावदेव जानामि भगिनि. अस्तु अस्तु अग्रे गच्छामः दशम इति कुर्मः. तत्र वंशीसुरा भगिनी पठति वा? दशम. एतत् सुभाषितं पठत रिक्तस्थानानि पूरयत् च. श्लोकं पठामि वा महोदय? पठतु भगिनि. ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्यसंयमौ ज्ञानस्योपशमो कुलस्य विनयो वित्तस्य पात्रे व्ययः अक्रोधस्तपसः क्षमा बलवतां धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् इति अस्ति. अस्तु भगिनि. तत्र उदाहरणमपि प्रथमं उदाहरणम् ऐश्वर्यस्य विभूषणं सुजनता. द्वितीयं करोमि महोदय. शौर्यस्य विभूषणं वाक्संयमः इति अस्ति. समीचीनम्. अस्तु अग्रे गीताञ्जलि भगिनी अग्रिमं. ज्ञानस्य विभूषणम् उपशमः. अस्तु अग्रे नरेश महोदय. महोदय कुलस्य विभूषणं विनयः. विनयः. अस्तु शोभा भगिनी अग्रे. फोर्थ. क्षम्यतां महोदय. कुलस्य वित्तस्य विभूषणं पात्रे व्ययः. समीचीनं भगिनी. अस्तु अग्रे प्रिया भगिनी. महोदय क्षम्यतां महोदय. वित्तस्य विभूषणं पात्रे व्ययः अर्थं व्ययः इति स्पेण्डिङ्ग् न महोदय? पात्रे इति अस्ति. पात्रे व्ययः. ओ ओ रैट् स्पेण्डिङ्ग्. ओके धन्यवादः. पात्रे न रैट् स्पेण्डिङ्ग्. पात्रे व्ययः इत्युक्ते अहं चिन्तयामि वित्तस्य इत्युक्ते वेल्त् विभूषणं स्पेण्डिङ्ग्. परन्तु रैट् स्पेण्डिङ्ग् इस् वाट् इस् रैट् अत्र सम्यक् अस्ति. आं महोदय. पात्रता. आम् आं महोदय. धन्यवादः महोदय. समीचीनम्. अस्तु अग्रे प्रिया भगिनि. तपसः विभूषणं क्षमा. न क्षमा अग्रे आगच्छति. अग्रे आगच्छति इति तपसः विभूषणं अक्रोधः वा? अक्रोधः आगच्छति. अक्रोधः इति. अस्तु अग्रे कः? रघुपतिमहोदय भवानेव. बलवतां विभूषणं क्षमा. अस्तु अग्रे पुनः शोभा भगिनी. धर्मस्य विभूषणं निर्व्याजता. निर्व्याजता. निर्व्याजता. समीचीनं. अन्तिमं नरेश महोदय. परं विभूषणं शीलम्. परं विभूषणं शीलम्. परं विभूषणं शीलम् इत्युक्ते किम् इति वदति वा महोदय? सर्वोपरि. सर्वस्य उपरि अस्ति. सर्वाणां विभूषाणाम् उपरि एतत् विभूषणम् अस्ति. तत् किम् अस्ति? शीलम्. शीलम् इत्युक्ते कोऽपि वदति वा? शीलः इत्युक्ते. समीचीनम्. अस्तु धन्यवादः. सुभाषितं समीचीनम् अस्ति वा? अस्तु. अस्तु इदानीम् अग्रे गच्छामः. तत्र एकः वृक्षः अस्ति. तत् पश्यामः. तं पश्यामः. अस्तु प्रिया भगिनी अग्रिम अभ्यास पठति वा? आम् महोदय. चित्रे वृक्षस्य मूलं फलं च दृष्ट्वा सङ्ख्याम् अनुसृत्य कस्य मूलस्य किं फलम् इति लिखत। तत्र प्रथममपि प्रथमम् उदाहरणमस्ति, प्रथमं द्वितीयं करोतु भगिनि। अहङ्कारः, अहङ्कारस्य फलं क्रोधः। क्षमा, क्षमायाः फलं तत् यत् द्वितीयम् इति संख्या वृक्षे वृक्षे किम् अस्ति तद् दृष्ट्वा वदतु भगिनि। क्षमायाः फलं शान्तिः हा इति अस्ति, समीचीनं भगिनि। हा गीताञ्जलि भगिनी अग्रे। उद्वेगस्य फलं सन्तापः। हा उद्वेगस्य फलं सन्तापः, अस्तु। नरेश महोदय। आशा, आशायाः फलं दुःखम्। आशायाः फलं दुःखं। रघुपति महोदय। भक्तिः, भक्तेः भक्तिः भक्तेः मूलं पञ्चम भगवद् अनुग्रह, भगवद् अनुग्रहः। भक्तेः फलं, भक्तेः फलम्, ओके, भक्तेः फलं भगवद् अनुग्रहः। भगवत् भगवतः अनुग्रहः भगवद् अनुग्रहः। हा समीचीनं महोदय। हा शोभा भगिनी अग्रे। महोदय, भक्तिः पदद्वयम् अस्ति वा तत्र? भक्तेः भक्त्याः, तत् मतिशब्दवत् अस्ति, मतिशब्दवत्, मतिशब्दवत् ह्रस्व इकारन्त अस्ति किन्तु स्त्रीलिङ्गे अस्ति। अहं चिन्तया अहं लिखितवती भक्त्याः। साधु एव भगिनि। द्वेषः, द्वेषस्य फलं मनस्तापः। समीचीनं, समीचीनं भगिनि, अस्तु अग्रे। कथं जानामि भक्तिः पुल्लिङ्गशब्दवत् अस्ति या स्त्रीलिङ्गशब्दवत् अस्ति महोदय? अतः तत्र तत्र एव भगिनी, यदि न जानीमः किं कुर्मः? ह्रस्वैकर तत्र एव एतत् मतिशब्दस्य रूपद्वयमस्ति इति तत् मतेः इति स्वीकुर्मश्चेत् दोषः न भवति खलु? अस्तु, यदि जानीमः अस्तु, नो चेत् भक्तेः इति वदामः तत्र दोषः नास्ति खलु? किन्तु शोभा भगिनी ज्ञातवती अतः सा लिखितवती भक्त्या इति, अस्तु। इदानीं कः वदति? शोभा भगिनी कृतवती खलु? अस्तु, शुचि प्रिया वंशीसुर भगिनी कृतवती वा न इति मन्ये? सप्तम इति, सप्तम इति मन्ये। शुचिता, शुचितायाः फलम् आरोग्यम्। शुचितायाः फलम् आरोग्यं, समीचीनं। इदानीं पुनः प्रिया भगिनी। महोदय, परोपकारस्य फलं पुण्यम्। अस्तु अस्तु, सत्यं सत्यं भगिनि, सत्यं, परोपकारस्य फलं पुण्यं, समीचीनं भगिनि। अस्तु अग्रे नरेश महोदय। सेवा, सेवायाः फलं मनः शान्तिः। सेवायाः फलं मनःशान्तिः। गीताञ्जलि भगिनी अग्रे। परिश्रमस्य फलं साफल्यम्। परिश्रमस्य फलं साफल्यं, समीचीनं, सक्सेस्, अस्तु। अस्तु अग्रे गच्छामः। इदानीं षष्टिविभक्ति तस्य अभ्यासः जातः। अत्र सुभाषितानि दत्तानि सन्ति, तत् किञ्चित् दृष्ट्वा अग्रे गच्छामः. पुरतः पृष्ठतः इति विषयः अस्ति, तत्रापि षष्ठीविभक्तिः एव भवति. अस्तु, रघुपतिमहोदय तत्र अग्रिम अभ्यासे प्रथम सुभाषितं पठति वा? आम्, एतानि सुभाषितानि उच्चैः पठतः. पुण्यस्य फलमिच्छन्ति, पुण्यं नेच्छन्ति मानवाः. फलं पापस्य नेच्छन्ति, पापं कुर्वन्ति यत्नतः. तत्र जनाः पठतु महोदय. जनाः पुण्यस्य फलम् इच्छन्ति किन्तु पुण्यकार्याणि कर्तुं न इच्छन्ति. पापस्य फलं न इच्छन्ति किन्तु प्रयत्नेन पापकार्याणि कुर्वन्ति. सर्वे अवगच्छन्ति वा? आम् महोदय. पुण्यस्य फलम् इच्छन्ति, पुण्यं न इच्छन्ति मानवाः. पापस्य फलं न इच्छन्ति, पापं कुर्वन्ति यत्नतः. यत्नतः इति अस्ति, समीचीनं महोदय. अस्तु, अग्रे प्रथमविभक्ति किं पदमस्ति महोदय? प्रायः यत्नः इति प्रायशः अस्ति भगिनि. तत्र यत्नतः इति कुर्वन्ति इति क्रियापदम् अस्ति, किन्तु यत्नतः क्रियापदं नास्ति तत्र. तत्र यत्नतः इति पञ्चमी विभक्ति अस्ति. पञ्चमीभक्ति इति यत्नतः क्षम्यतां पञ्चमी न एकनिमिषः पञ्चमी नास्ति एकनिमिषः यत्नतः अनन्तरं पश्यतु वदामि. अस्तु किन्तु पुल्लिङ्गशब्दः अस्ति महोदय. यत्न इति किन्तु यत्नतः किम् अस्ति इति तत्र यत्नतः कृदन्त कुर्वन्ति इति तस्य कुर्वन्ति इति तस्य विशेषणम् अस्ति, क्रियापदस्य विशेषणम् सत्यम्. अस्तु अग्रिमं कः रघुपतिमहोदय पठितवान्? अस्तु, शोभा भगिनी अग्रे पठति वा? आम् महोदय. हस्तस्य भूषणं दानं, सत्यं कण्ठस्य भूषणं, श्रोत्रस्य भूषणं शास्त्रं, भूषणैः किं प्रयोजनम्? दानकरणम् एव हस्तस्य भूषणं, सत्यभाषणम् एव कण्ठस्य भूषणं, शास्त्रश्रवणम् एव कर्णस्य भूषणम्. अतः अन्यैः आभरणैः किमपि प्रयोजनं नास्ति. अस्ति, तत्र कोऽपि प्रश्नः अस्ति वा? मतभेदः अस्ति वा महोदय? किमर्थं? भूषणस्य आभरणे किमपि प्रयोजनं नास्ति इति वदति सुभाषितः. सर्वे भूषणानि स्त्रियः किमर्थं केवलं सर्वे इच्छन्ति? अस्तु, अस्तु, अस्तु, सुभाषितं समीचीनमस्ति. अस्तु, अग्रे नरेश महोदय पठति वा? आं महोदय. पापानां शोधकं नित्यं, परानन्दस्य बोधकं, रोचकं चित्तवृत्तीनां भजध्वं नाम मङ्गलम्. भगवतः नाम पापानां शोधनं करोति, परानन्दं बोधयति, चित्तवृत्तीनां रोचकं भवति, अतः तत् सेवनीयम्. तत्र भगवतः इति का विभक्ति? भगवान् पदस्य षष्ठी विभक्ति अस्ति. भगवतः नाम इति समीचीनं, पापानामपि षष्टिविभक्ति शोधनं करोति, परानन्दं बोधयति. मम एकः प्रश्नः, तः भगवतः पञ्चमी अपि अस्ति वा? हा इति मन्ये भगिनि, भवत् शब्दवत् अस्ति, भवत् शब्दवत् अस्ति. अत्र षष्ठी एव, अत्र षष्ठी एव, किन्तु पञ्चमी अपि षष्ठी एकमेव अस्ति. इति मन्ये भगिनि, यत् स्मरामि अहं वदामि सत्यम् इति. मम स्मरणं तादृशम् अस्ति, किन्तु अत्र षष्ठी एव अस्ति. भवान् सदृश भवान् पञ्चमी षष्ठी विभक्ति भवतः एव अस्ति. अतः भगवान् अपि तादृशमेव अस्ति, तादृशं. समीचीनं महोदय, धन्यवादः. अस्तु, तत्र किमपि कोऽपि प्रश्नः अस्ति वा अत्र? महोदय, चित्तवृत्तीनां षष्टि तथापि षष्टि, सत्यं. रोचकं द्वितीयविभक्ति, रोचकं भवति, अतः तत् सेवनीयम् इत्युक्ते तस्य नामस्मरणं करणीयम् इति भगिनि. भज भज भज त्वं नाम मङ्गलं, भगवतः मङ्गलनामं भज इति अस्ति. भज भज तस्य नामस्मरणं करोतु, तस्य नामं वदतु, स्मरतु, भजतु इति. अतः तत् सेवनीयं, सेवनीयम् इत्युक्ते तस्य सेवा करोतु अथवा तस्य पूजा करोतु इति. सेवनीयं, सेवनीयं कर्तव्यम् इति तादृशः. तत्र भज इति लोट्लकारः अस्ति, भज इति लोट्लकारः अस्ति. सेवनीयम् इति करणीयं, कर्तव्यम् इति अनियत् इति तादृशं. अत्र करणीयं, कर्तव्यम् इति सेवनीयम् इति. अस्तु, अन्यः प्रश्नः अस्ति वा अत्र? अस्तु, नो चेत् अग्रे गच्छामः. गीताञ्जलि भगिनि, भवती एव अग्रिमे पुटे यत् अस्ति तत् पठति वा? उपरितनेषु न अग्रिम अभ्यासः तद् तद् किमपि नास्ति. अग्रिमपुटे यदस्ति तद् अग्रिमपुटे तद् तत्र गच्छामः. एकादश अध्यायः. अथ पृष्ठतस्ते उच्चैः पठत पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः योगी शुचौ देशे आसनं प्रतिष्ठापयति. तत् आसनं न अत्युन्नतं न वा अति नीचं भवति. तस्य उपरि योगी कुशान् प्रसारयति. अस्तु भगिनि, तावत् अस्तु. अन्य एतावत् कः न पठितवान्? सर्वे पठितवन्तः वा? रघुपतिमहोदय, नरेशमहोदय, प्रिया भगिनी, शोभा भगिनी. अस्तु, जयन्त् महोदय पठितुम् इच्छति वा अद्य? अस्तु महोदय. अस्तु, अग्रे पठतु महोदय. तस्य आसनं न अत्युन्नतम् अत्युन्नतं न वा अतिनीचं भवति. तस्य उपरि योगी कुशान् प्रसारयति. कुशानाम् उपरि कृष्णाजिनं स्थापयति. तदुपरि वस्त्रं स्थापयति. इदानीं वस्त्रस्य अधः कृष्णाजिनं, तस्य अधः कुशाः च भवन्ति. योगी तस्मिन् आसने उपविशति. सः दिशः न अवलोकते. वामतः, दक्षिणतः, पुरतः, पुरतः, पृष्ठतः वापि दृष्टिं न प्रसारयति. मनः संयम्य अन्तः वर्तमानम् आत्मानामेव ध्यायति. आत्मानम् एव ध्यायति. समीचीनं महोदय, धन्यवादः महोदय. अस्तु, हा, तत्र गीताञ्जलि भगिनी भवती यत् पठितवती, हा, तस्य किञ्चित् वदतु किं किम् अस्ति इति, प्रथम अपि द्वितीय पङ्क्तिषु. हा, अस्तु महोदय. योगी प्रथमं पङ्क्तिं तत् प्रथमतया पठतु तत्र. योगी योगी शुचौ देशे आसनं प्रतिष्ठापयति. योगी प्रथमविभक्ति कर्ता. शुचौ सप्तमी अथवा स्थाने, देशे इति स्थानम् अस्ति, शुचि शुचि शुचिः शुचौ इति विशेषणं विशेष्यं. समीचीनं भगिनि. हा, क्लीन् प्लेस् इति. हा, क्लीन् क्लीन् प्लेस् आसनम् इत्युक्ते सत्यं, यत्र सः उपवेष्टुम् इच्छति. प्रतिष्ठापयति इत्युक्ते स्थापयति. स्थापयति, समीचीनं भगिनि. हा, अस्तु, अग्रे. तत् आसनं न अत्युन्नतं न वा अतिनीचं भवति. एष आसन योगेः स्थापयति इति न अधिकम् उच्चैः बहु उन्नतं नास्ति, न बहु नीचमपि नास्ति. समीचीनं. मध्यमे भवति. अस्तु, तस्य उपरि योगी कुशान् प्रसारयति. तस्य उपरि, तस्य षष्ठी उपरि, तस्य उपरि योगी कर्ता कुशान् कुशान् इत्युक्ते कुशान् ग्रास् ग्रास् मेट् कुशान् इति अस्ति. प्रसारयति, प्रसारयति इत्युक्ते कोऽपि वदति वा? प्रसारयति इत्युक्ते स्प्रेड्. अस्तु, इत्युक्ते ग्रास् मेट् इत्युक्ते ओन्लि ग्रास्, ग्रास् दर्भ, ग्रास्, हा, केवलं ग्रास् एव. तत्र भगिनी, तत्र तस्य इत्युक्ते कस्य उपरि? तस्य आसनम्, आसनम् उपरि. हा, आसनस्य उपरि, आसनस्य इत्युक्ते स्थाने. हा हा, आसनं प्रतिष्ठापयति. तत् आसनम् अस्ति. तत् तस्य आसनस्य उपरि योगी कुशान् प्रसारयति. हा, अस्तु. कुशान् इति पदस्य लिङ्गं किम्? द्वितीयविभक्ति वचनम् अस्ति, बहुवचनम् अस्ति, समीचीनं. लिङ्गं किं लिङ्गं कथं जानीमः तत् पुल्लिङ्गपदम् अस्ति इति? कुशान् नरान्. हा समीचीनं भगिनि, अस्तु. हा कुशानि इति नास्ति खलु? हा अस्तु, कुशान् इति पुल्लिङ्गपदम् अस्ति, समीचीनम्. अस्तु अग्रे शोभा भगिनी पठित्वा किञ्चित् वदति वा? आं महोदय. कुशानाम् उपरि कृष्णाजिनं स्थापयति. कुशानां रामाणां शब्दवत् षष्टिविभक्ति बहुवचने. कुशानाम् उपरि कृष्णाजिनं स्थापयति. कृष्णाजिनं मृगस्य चर्मः अस्ति. तत् योगी तत्र स्थापयति. तदुपरि इदानीं तदुपरि इत्युक्ते कस्य उपरि? कृष्णाजिनस्य उपरि. हा समीचीनं भगिनि. हा कृष्णाजिनस्य उपरि वस्त्रं स्थापयति. इदानीं किं किं किं किम् अस्ति? इदानीम् आसनम् अस्ति. आसनस्य उपरि कुशान् अस्ति. कुशाः सन्ति. क्षम्यतां महोदय, कुशाः सन्ति. कुशानाम् उपरि कृष्णाजिनः अस्ति. कृष्णाजिनस्य उपरि वस्त्रं स्थापयति. वस्त्रः अस्ति. इदानीं वस्त्रस्य अधः अत्र इदानीम् अधो गच्छामः. न पुनः पूर्वं वयम् उपरि गच्छामः, इदानीम् अधः गच्छामः. इदानीं वस्त्रस्य अधः कृष्णाजिनं, तस्य अधः वस्त्रस्य षष्टिविभक्ति कृष्णाजिनं, तस्य षष्टिविभक्ति, तस्य अधः कुशाः च भवन्ति. योगी तस्मिन् आसने उपविशति. तस्मिन् सप्तमी विभक्ति आसने उपविशति. सः दिशः न अवलोकते. अवलोकते पश्यति इति अर्थे अवलोकते. आत्मनेपदे आम् सत्यं सत्यं भगिनि. वामतः अग्रे अग्रे गत्वा पश्यामः एतत्. आम् महोदय. वामतः दक्षिणतः पुरतः पृष्ठतः वापि वा अपि दृष्टिं न प्रसारयति. ते पदानि विशेषपदानि सन्ति न महोदय? वामतः दक्षिणतः पुरतः पृष्ठतः. सत्यम्, एतत् सर्वं वयम् अभ्यासपुस्तके अपि कृतवन्तः खलु. वामतः दक्षिणतः पुरतः पृष्ठतः इति. तत्र पूर्वं वयम् उपरि अपि अधः इति अपि दृष्टवन्तः. ते पदानि द्वितीयविभक्ति एव स्वीकुर्वन्ति. तत्र वापि दृष्टिं न प्रसारयति. वामतः नास्ति, केवलं वदामि. वापि दृष्टिं न प्रसारयति. योगी कुत्रापि तस्य ध्यानं न कुत्रापि न पश्यति. वामतः न पश्यति, पुरतः न पश्यति, पृष्ठतः अपि न पश्यति. एकाग्रतेन मनः संयम्य अन्तः अन्तःकरणे वर्तमानं आत्मानमेव ध्यायति. मनः संयम्य इत्युक्ते संयमं स्वीकृत्वा एकाग्रतेन संयम्य इति कीदृशरूपम् अस्ति? संयम्य षष्टिविभक्ति. न न न न संयम्य न न न न गच्छति गत्वा आगच्छति लवन्तं संयम्य तत् कृत्वा संयमं कृत्वा इति अन्तः तस्य मनसि न न मनः संयम्य तस्य अन्तः अन्तस्य अन्तः योगिः तस्य अन्तः योगिः अस्ति तस्य देहः अस्ति देहस्य अन्तः वर्तमानं किम् अस्ति महोदय? यत् अस्ति इति वर्तमानम् एतत् वर्तमानम् अस्ति यद् अस्ति किम् अस्ति आत्मानमेव ध्यायति. हा किं ध्यायति सः सः कं ध्यायति आत्म सः किं ध्यायति इत्युक्ते तस्य आत्मन् आत्मानम् इति इत्युक्ते स्वस्य आत्मन् हा तत्र आत्मन् इति प्रातिपदिकम् अस्ति आत्मा इति वदामः तत्र योगी अपि तादृशेव अस्ति हलन्तपदम् अस्ति योगिन् इति नकारान्तपदम् अस्ति हा योगिन् इति अस्ति अतः प्रथमविभक्तौ योगी इति अस्ति किन्तु तत् दीर्घ इकार स्त्रीलिङ्गपदं नास्ति पुल्लिङ्गपदमेव अस्ति नकारान्त पदम् अस्ति हलन्तपदम् इति वदामः गीतासोपने द्वितीयभागे कीदृशरूपाणि पश्यामः तादृशमेव आत्मन् अपि आत्मा इति प्रथमविभक्तौ आत्मा इति प्रथमविभक्ति द्वितीयविभक्तौ एकवचने आत्मानम् इति भवति द्वितीया एकवचने आत्मानम् सः एव ध्यायति. हा किमर्थं द्वितीयविभक्तिरूपम् अत्र अस्ति आत्मानम् तस्य ध्यानं करोति आत्मानम् एव ध्यायति ध्यायति तत्र क्रियापदं किम् अस्ति ध्यायति कर्तृपदं किम् अस्ति कर्ता कः अत्र कर्ता कः ध्यायति हा योगी ध्यायति योगी कर्तृपदम् अस्ति कर्मपदं किम् अस्ति सः किं ध्यायति इति योगी किं ध्यायति इति प्रश्नः भवति खलु आत्मानं ध्यायति अतः आत्मानं कर्मपदमस्ति वर्तमानमपि द्वितीयविभक्तमस्ति वर्तमानम् इति आत्मानं पदस्य विशेषणम् अस्ति आत्मानम् इति सेल्फ् अत्र तादृश अस्ति आत्मा इति स्वस्य अपि तादृश स्वस्य तत्र किञ्चित् भेदः अस्ति महोदय केवलं सः न सेल्फ् इति यत् केपिटल् एस् लिखामः खलु आत्मा इति तत्र मै सेल्फ् अस्ति अपि मै सेल्फ् इति अस्ति खलु एतत् आत्मानं ध्यायति तत्र ध्यानं भवति इति कृत्वा आत्मा इति तद् केवलम् अहम् इति लौकिक अहं नास्ति खलु. आं महोदय अहं वर्तमानं सम्यक् रूपेण न अवगच्छामि महोदय. वर्तमानम् इत्युक्ते यत् यत् यः आत्मा इति आत्मन् इति प्रायशः प्रेसेंट सेल्फ अस्ति. न न न न न महोदय न न आत्मानं यत् यः अस्ति अन्ते यः अस्ति तं ध्यायामि इति वर्तते तस्य तस्मिन् अर्थे यः अन्ते अस्ति देहस्य अन्ते यः अस्ति यः वर्तते सत्यं यः वर्तते तं ध्यायति, तं ध्यान ध्यानयति ध्यायति तं ध्यायति सत्यं सत्यं अन्तः अन्तः वर्तमानम् इति सत्यं सत्यं भगिनि आत्मनेव ध्यायति समीचीनं महोदय महोदय एकः प्रश्नः योगिन् योगिन् इति पदं पथिन् यथा पथिन् अपि नकारान्तपदम् अस्ति भगिनि तत्र नकारान्तस्य अनेकानि रूपाणि सन्ति नकारान्तपदमेव किन्तु तत्र साधारणनकारपदम् अस्ति विशेषनकारान्तपदम् अस्ति पुल्लिङ्गे अस्ति अग्रे गीतासोपाने द्वितीयभागे यथा प्रथम भागे अपि अन्ते किमस्ति तत्र कोष्टकमस्ति खलु मतिशब्दः रामशब्दः इति विभक्तिरूपं दत्तमस्ति खलु गीतासोपने प्रथमभागे दत्तमस्ति खलु भगिनि तादृशमेव द्वितीयभागे अपि रूपाणि दत्तानि सन्ति पश्यतु तत्र योगे योगी इति नकारान्त योगिन् पदम् अस्ति राजन् राजन् राजन् हा किन्तु राजन् प्रायशः राजन् अपि तत् तत्र सर्वं समानं नास्ति महोदय केवलं नकारान्तः इति तावदेव पर्याप्तं नास्ति कोऽपि अन्य कोऽपि उक्तवती गुणिन् हा गुणिन् प्रायशः गुणिन् गुणिन्वत् अस्ति योगी गुणिन्वत् अस्ति गुणिनौ गुणिनः हा प्रायशः तादृशम् अस्ति योगी अत्र इदानीं गीतासोपाने प्रथमभागे न दत्तमस्ति भगिनि द्वितीयभागे दत्तमस्ति शब्दमञ्जरी पश्यति अस्तु तत्र प्रायशः द्रष्टव्यम् अस्ति नकारान्तपुल्लिङ्गपदं किं किम् अस्ति इति द्रष्टव्यमस्ति भगिनि तत्र हा तत्र विशेषरूपं विशेषपदम् अस्ति सामान्यपदम् अस्ति अस्तु अतः अस्तु अग्रे गच्छामः तत्र अत्र प्रश्नः अस्ति वा षष्ठीविभक्तिरूपं किं किम् अस्ति इति अस्तु एकवारं पश्यामः अस्तु वंशीसुधा भगिनी कृष्णाजिनस्य उपरि किम् अस्ति भगिनि उपरि कृष्णाजिनस्य उपरि वस्त्रम् अस्ति हा अस्तु हा रघुपतिमहोदय कुशानाम् अधः किम् अस्ति महोदय कुशानाम् उपरि अधः अधः कुशानाम् अधः कुशानाम् अधः कुशान् प्रसारयति आसनमस्ति हा आसनमस्ति समीचीनम् अस्तु नरेश महोदय तत्र वस्त्रस्य उपरि किम् अस्ति वस्त्रस्य उपरि तु योगी योगी अस्ति समीचीनम् अस्तु हा अस्तु योगी तिष्ठति योगी एव अस्ति अस्तु समीचीनं हा अस्तु प्रिया भगिनी तत्र कुशानाम् उपरि किम् अस्ति कुशानाम् उपरि कृष्णाजिनम् अस्ति हा इदानीम् आसनमस्ति इदानीम् आसनं कुशान् अस्ति कुशाः सन्ति कुशानाम् उपरि कृष्णाजिनम् अस्ति हा तस्य उपरि वस्त्रमस्ति समीचीनं भगिनि अस्तु अस्तु धन्यवादः अस्तु सर्वे अवगतवन्तः इति मन्ये अस्तु तत्र अस्तु अग्रे गच्छामः तत्र अवधेयम् इति यत् अस्ति तत्र शोभा भगिनी पठति वा तत्र आं महोदय अवधेयं पुरतः पृष्ठतः दक्षिणतः वामनतः उपरि वामतः उपरि अधः अन्तः इत्येतेषां योगे षष्ठीविभक्तिः प्रयुज्यते. इत्युक्ते तत्र यत्र वयं पुरतः पृष्ठतः इति वक्तुम् इच्छामः तत्र कस्य उपरि, कस्य पुरतः, कस्य पृष्ठतः, कस्य दक्षिणतः इति प्रश्नः भवति. तत्र षष्ठीविभक्तिरूपस्य आवश्यकता अस्ति. यथा वयं कृतवन्तः कुशानाम् उपरि इति, कृष्णाजिनस्य उपरि, कृष्णाजिनस्य अधः इति, तत्र सर्वत्र षष्ठीविभक्तिरूपस्य आवश्यकता अस्ति, तस्य प्रयोगः भवति इति. अस्तु, हा, अग्रे वंशीसुधा भगिनी, तत्र द्वितीय अभ्यासः. महोदय, एकः प्रश्नः, पाठस्य शीर्षिक अथ पृष्ठतस्ते इति पदविच्छेदनं किम् अस्ति महोदय? पृष्ठतः अस्ते इति, पृष्ठतः ते, पृष्ठतः ते इति, हा, तत्र प्रायशः विसर्गसन्धि इति मन्ये. पृष्ठतः ते. आम्, धन्यवादः महोदय. अभ्यासः गीतायाः पुरतः पृष्ठतः वामतः दक्षिणतः उपरि अधः अन्तः एतेषु उचितेन शब्देन रिक्तं स्थानं पूरयत्. प्रथमः अस्ति पाण्डवाः शिखण्डिनं स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति. पाण्डवाः शिखण्डिनं पुरतः स्थापयित्वा भीष्मेन सह युद्धं कुर्वन्ति. हा, भीष्मेन सह युद्धं कुर्वन्ति. समीचीनं भगिनि. अस्तु, हा, अग्रे रघुपति महोदय. दुर्योधनः वैशम्पायनसरोवरस्य अन्तः आसीत्. गतवान् खलु. सः अधः अपि सम्यक् एव न महोदय. अधः कथं, किमर्थं तत्र युद्धे अन्ते दुर्योधनः अधः नास्ति, अधो भागे नद्याम् अस्ति खलु, सः नद्यामेव अस्ति खलु, सः सरोवरस्य अधोभागे तिष्ठति. अधः बिलो अस्ति, इन्सैड् इति नास्ति, अन्तः इति. नद्याः अधः अधोभागे भूमिः अस्ति खलु भगिनि, तत्रैव दुर्योधन वसति न महोदय? सः अन्तः एव आसीत् खलु, जले एव सः आसीत् खलु. अतः अन्तः इति चिन्तयामः. अस्तु, गीताञ्जलि भगिनी अग्रे. अर्जुनः विश्वरूपिणं कृष्णं च नमस्कृतवान्. अर्जुनः विश्वरूपिणं कृष्णं दक्षिणतः, तत्र श्लोकं द्रष्टव्यम् अस्ति भगिनि, श्लोकं किं वदति? हा, नम पुरस्तादत पृष्ठतस्ते. हा, पुरतः अपि पृष्ठतः. हा, तत्र श्लोकं दृष्ट्वा द्रष्टव्यमस्ति भगिनि, श्लोकः एतद् वदति नमः पुरस्तादथ पृष्ठतस्ते इति. तत्र 11.40 इति तद् गीतायाः श्लोकस्य संख्या अस्ति. हा, एकादश अध्यायस्य. पृष्ठतः, पुरतः पृष्ठतः च इति. इदानीं वाक्यम् एकवारं वदतु भगिनि. अर्जुनः विश्वरूपिणं कृष्णं पुरतः पृष्ठतः च नमस्कृतवान्. समीचीनं भगिनि, अस्तु, धन्यवादः. प्रिया भगिनी अग्रे. आं महोदय. सत्वस्थाः गच्छन्ति, तामसाः गच्छन्ति. सत्वस्थाः उपरि गच्छन्ति, तामसाः अधः गच्छन्ति. हा, समीचीनं भगिनि, धन्यवादः, अस्तु. हा, अग्रे नरेश् महोदय पठति वा. आं महोदय. अवधेयं सावधानं पठत अवगच्छत च. वयम् आचार्यः, शूरः, घोषः, कविः, गुरुः, पिता इत्येतादृशान् पुल्लिङ्गशब्दान् कृपा, सेना, चिन्ता, मतिः, नारी, माता इत्येतादृशान् स्त्रीलिङ्गशब्दान् बलं, वचनं, वाक्यं, वारि इत्येतादृशान् नपुंसकलिङ्गशब्दान् च ज्ञातवन्तः. अस्मिन् पाठे तेषां शब्दानां वर्णक्रमाणां परिचयं प्राप्नुमः. आचार्यः इति शब्दस्य वर्णक्रमः एवम् अस्ति. आ योग च, योग आ, योग र, योग य, योग अ, योग विसर्गः. हा, समीचीनं महोदय. हा, तत्र किं किं किं किं भवान् पठितवान्, किञ्चित् वदतु महोदय. वयं, हा, वयम् एतावत् किं किं पठितवन्तः. वयं पुल्लिङ्गशब्दान् पठितवन्तः, स्त्रीलिङ्गशब्दान्, नपुंसकलिङ्गशब्दान् पठितवन्तः. अस्मिन् शब्दानां वर्णक्रमाणां परिचयं, शब्दानां परिचयं, शब्दः कथं भवति, आचार्यः वर्णानां विभिन्न. हा, आचार्यः इति शब्दः अस्ति, तस्मिन् अनेकाः वर्णाः सन्ति. हा, अतः वर्णक्रमः, तत्र केवल वर्णाः सन्ति इति पर्याप्तं नास्ति, वर्णस्य क्रमः अपि अस्ति खलु. प्रथमम् अकारः, आकारः अस्ति, तदनन्तरमेव चकारः अस्ति इति कृत्वा क्रमः अस्ति तत्र. केवलं वर्णसमूहः न, किन्तु वर्णक्रमः अस्ति. तत् वर्णक्रमः किम्? आचार्य इति शब्दे किम् अस्ति वर्णक्रमः? प्रथमम् आ, योग च, योग आ, योग य, योग विसर्गः इति अस्ति. हा, तत् शब्द, आचार्यः इति शब्दस्य वर्णानि, तस्मिन् के के वर्णानि इति न, क्षम्यतां, वर्णाः के के वर्णाः सन्ति इति ज्ञातुं शक्नुमः. अपि क्रमः कः इति तदपि ज्ञातुं शक्नुमः तत्र. अतः वर्णक्रमः इति अस्ति. समीचीनं महोदय, धन्यवादः. हा, अत्र अग्रे वंशीसुधा भगिनी अग्रे पठति वा अन्येषाम्. अन्येषाम् अपि शब्दानां वर्णक्रमं पश्यत. गुरुः ग योगः उकारः, योगः र योगः उकारः, योगः विसर्गः. तावदेव महोदय. अन्यत् पठतु, एकवारं पठतु भगिनि. पिता प योगः इकारः, योगः त, योगः आ, पिता सेना स योगः एकारः योगः न योगः आकारः वयं व योगः अकारः योगः य योगः अकारः योगः म वचनं व योगः अकारः च योगः अकारः योगः न योगः आकारः योगः म शरीराणि षकारः योगः श योगः अकारः योगः रकारः योग ईकारः योगः र योगः आकारः योगः न योगः इ शरीराणि आचार्यः इति प्रथमा विभक्तेः एकवचनरूपं शब्दस्य मूलं तु आचार्य इति प्रातिपदिकम् एवमेव गुरुः इति प्रथमा विभक्ते एकवचनरूपं शब्दस्य मूलं तु गुरु इति प्रातिपदिकम् हा धन्यवादः भगिनि हा तत्र वयं वर्णक्रमं कीदृशम् अस्ति इति दृष्टवन्तः अपि तत्र किम् अस्ति आचार्यः इति तद् कीदृशपदम् अस्ति आचार्या इति मूलपदं यत् अस्ति तस्य नाम अस्ति प्रातिपदिकम् इति वदामः नामपदस्य मूलरूपमस्ति प्रातिपदिकं क्रियापदस्य मूलरूपम् अस्ति धातुः अत्र क्रियापदस्य मूलं धातुः अत्र नामपदस्य मूलरूपम् अस्ति प्रातिपदिकम् अत्र आचार्य इति अकारान्तपदमस्ति प्रातिपदिकं तस्य प्रथमाविभक्ति एकवचनरूपम् अस्ति आचार्यः अतः एव रामशब्दः इति वदामः रामशब्दः अकारान्तपुल्लिङ्गरामशब्दस्य प्रथमाविभक्ति एकवचनरूपम् अस्ति रामः इति तादृश एव गुरुः अपि गुरु उकारान्तपुल्लिङ्गगुरुशब्दस्य प्रथमाविभक्ति एकवचनरूपम् अस्ति गुरुः इति अस्तु तत्र केवलम् अभ्यास अर्थं सर्वे यत् अहं पदं वदामि तस्य वर्णक्रमम् एकवारं वदन्तु अस्तु शोभा भगिनी तत्र शूरः इति यत् अस्ति आं महोदय शूरः श योगः ऊकारः योगः र योगः आ योगः विसर्गः विसर्गः समीचीनं भगिनि अस्तु गीताञ्जलि भगिनि तत्र चिन्ता इति चिन्ता पदं समीचीनं भगिनि अस्तु रघुपतिमहोदय माता मकारयोग आकारयोग तकारयोग आकार योग माता समीचीनं महोदय अस्तु प्रिया भगिनी तत्र वचनम् इति अस्ति वाक्यं हा वाक्यम् इति वाक्यं वा वकार योगः आकारः योगः ककारः योगः योगः अकारः योगः मकारः हा समीचीनं भगिनि धन्यवादः अस्तु अस्तु सर्वे उक्तवन्तः इति मन्ये हा अस्तु अस्तु तत्र वर्णक्रमः कीदृशः अस्ति इति तावदेव अस्तु इदानीम् अग्रे गच्छामः सर्वे उक्तवन्तः इति मन्ये अस्तु एतावत् कः न पठितवान् अथवा पठितवती रघुपतिमहोदय भवान् पठितवान् वा न महोदय अस्तु अस्तु हा भवानेव पठतु अत्र अग्रे यत् अस्ति हा रक्तवर्णे अग्रे लिखितानां शब्दानां प्रातिपदिकं प्रथमाविभक्तेः एकवचनरूपं च सावधानतया परिशीलयत। प्रातिपदिकं प्रातिपदिकं तस्य प्रथमाविभक्ते एकवचनरूपं पुरुष प्रातिपदिकमस्ति, तस्य प्रथमाविभक्ते एकवचनरूपं पुरुषः। पितृ तस्य एकवचन प्रथमाविभक्ते रूपं पिता। अरि अस्य प्रथमाविभक्ते एकवचनं अरिः। प्रीति प्रीतिः। माया माया। राज्य राज्यं। बल बलं। प्रातिपदिकस्य अन्ते यः वर्णः अस्ति शब्दः तदन्तः भवति, यथा केशव। ककारयोगः एकारयोगः षकारयोगः अकारयोगः वकारयोगः अकार केशव। अन्तिमवर्णः अस्ति अकारः, अतः केशवशब्दस्य अकारान्तः। केशवशब्दः अकारान्तशब्दः अस्ति, अकारान्तशब्दः अकारान्तः अस्ति। समीचीनं महोदय। अस्तु, इदानीं स्पष्टम् अस्ति इति मन्ये। यदि वदामः शब्द रामशब्द अकारान्त शब्दः अस्ति इत्युक्ते रामशब्दस्य वर्णक्रमः पश्यामश्चेत् वर्णक्रमं पश्यामश्चेत् वयं पश्यामः अन्तिमवर्णः अस्ति अकारः, अतः रामशब्दः अकारान्तशब्दः इति प्रसिद्धः अस्ति। अस्तु, अग्रे तत्र अग्रे अपि अस्ति महोदय, तत्र रघुपतिमहोदय अग्रे अपि अस्ति तत्र किञ्चित्। आम् महोदय। कवि अत्र ककारयोगः अकारयोगः वकारयोगः इकारः, अतः अन्तिमवर्ण इ अस्ति, कविशब्दः इकारान्तशब्दः शब्दः कविशब्दः इकारान्तः अस्ति। अस्तु अस्तु, प्रायशः तावत् एव पर्याप्तमिति मन्ये। अस्तु, तत्र यद् अभ्यासः अस्ति तद् कुर्मः। अस्तु, गीताञ्जलि भगिनी, भवती पठति वा तत्र प्रथम अभ्यासः? एतेषां प्रातिपदिकानां वर्णक्रमं लिखित्वा अन्तनिर्णयं कुरुत। इत्युक्ते किम्? इत्युक्ते पदस्य किं किं पादन्त पदस्य प्रातिपदिकं दत्तमस्ति, प्रातिपदिकानाम् अनेकाः प्रातिपदिकम् इति अस्ति, प्रातिपदिकम् अनेकानि प्रातिपदिकानि दत्तानि सन्ति, तेषां वर्णक्रमं कृत्वा वर्णक्रमं किम् अस्ति इति लिखित्वा तदनन्तरं किं करणीयम्, अन्तः किम् अस्ति इति निर्णयं करणीयम्। तस्य पदस्य प्रातिपदिकस्य अन्तः कः इति निर्णयं करणीयं। तत्र कृप् इति तत् किं भवति? तत् अकारः अन्ते आगच्छति इति कृत्वा अकारान्तशब्दः अस्ति तत्। अस्तु, शूर इति तत् किम् अस्ति? शकार उकार रकार अकार अपि अकारान्तः पदम् अस्ति। अस्तु, इदानीं शोभा भगिनी अग्रिमम्। हा महोदय, शङ्ख श योग अ योग वाट् यु काल् दट् महोदय, इति नाट् शूर् आफ् द प्रनौन्सियेशन् तत्र साङ्ग् इति अस्ति खलु भगिनि, तादृश नकारः अस्ति तत्र साङ्ग् साङ्ग् कक्का गङ्गा योगः ख योग योगः व योगः आ न न तत्र ख एव शङ्ख ख हा सारि सारि ख योगः आ अतः अकारान्तः अस्ति अन्तमस्ति अकारान्तः अस्ति अकारान्तः अस्ति हा समीचीनं भगिनि अस्तु अग्रे वंशीसुतं भगिनि अग्रिमम् आं महोदय भ्रातृ भकारः योगः रकारः योगः आकारः अयोभत योगः ऋ अन्ते रु अस्ति अतः ऋकारान्तशब्दः ऋकारान्तशब्दः समीचीनं हा नरेश महोदय सात्यकी सकार योग आकार योग तकार योग यकार योग ककार योग इकार अतः इकारान्त शब्दः अस्ति समीचीनं महोदय हा समीचीनं हा अस्तु अग्रे शोभा भगिनी प्रिया भगिनि आं महोदय पकार योगः ऋकारः योगः थकारः योगः इकारः योगकारः योगः ईकारः ईकारान्तः शब्दः ईकारान्तशब्दः समीचीनं भगिनि हा मधुसूदन महोदय वक्तुम् इच्छति वा आम् महोदय अस्तु अग्रिमं भवान् एव करोतु हा क्षम्यतां हा अहं न दृष्टवान् भवान् पृथ्वी कृतं महोदय स्त्री इति योगः योगः योगः अतः अंशः अतः ईकारान्तशब्दः समीचीनं महोदय समीचीनम् अस्तु हा अग्रे हा शोभा भगिनी अग्रे आं महोदय क कु लः क उ ल आ क योगः उकारः योगः क योगः उकार योगः ल योगः आ अकारान्तः समीचीनम् अस्तु गीताञ्जलि भगिनी अग्रे नरक न योगः अ योगः र योगः अ योगः क योगः अ अकारान्तः अकारान्तपदम् अस्ति अस्तु रघुपति महोदय अग्रे एकनिमिषं हा कृपा प्रायशः पूर्वमपि वयं कृतवन्तः इति मन्ये कृपा इति प्रीति हा अस्तु प्रीति पकारयोग रेफ योग ईकारः योग ईकारः ईकारयोग तकारयोग इकार ईकारान्तपदः अस्ति ईकारान्तपदम् अस्ति अस्तु समीचीनं महोदय वंशीसुधा भगिनी अग्रे शस्त्र शकारः अश योगः अकारः योगः सकार स योगः त योगः र योगः अकारः अतः अकारान्तशब्दं महोदय अकारान्तशब्दः अस्ति समीचीनं भगिनि अस्तु नरेश महोदय अग्रे शरीर शकार योग अकार योग रकार योग ईकार योग रकार योग अकार अतः अकारान्त शब्दः समीचीनं महोदय प्रिया भगिनी तत्र कर्तृ इति आम् कर्तृ ककार योगः योगः रेपः योगः तकारः योगः ऋकारः ऋकारान्तशब्दः ऋकारान्तशब्दः अस्तु हा अस्तु अत्र समयजातः केवलं यत् अस्ति तद् स्वयमेव कर्तुं शक्यते इति मन्ये अस्तु हा तत्र समीचीनमस्ति वयं वर्णक्रमः वर्णक्रमः इत्युक्ते किम् इति अद्य ज्ञातवन्तः, अपि षष्टिविभक्तिरूपस्य किञ्चित् अभ्यासमपि कृतवन्तः. अग्रिमे वर्गे वयम् अग्रिम अध्यायः यदस्ति तत् तं कुर्मः. अस्तु, सर्वेषां नमस्कारः, धन्यवादः. महोदय, गीताञ्जल्याः भगिन्याः प्रश्नः आसीत् किल, मातुः भगिनी मातृभगिनी एव शब्दं महोदय. अस्तु अस्तु भगिनी, उत्तरं प्राप्तं. मातृभगिनी इति शब्दमस्ति. अस्तु, धन्यवादः. धन्यवादः महोदय. धन्यवादः. धन्यवादः. अस्तु, नमस्कारः. नमस्कारः.